पद्मपुराणं खण्डं टु भूमिखण्डः अध्यायं 111 कुञ्जल उवाच निर्गच्छमाने समराय वीरे नहुषे हि तस्मिन् सुरराजतुल्ये सकौतुकामङ्गलगीतयुक्ताः स्त्रियस्तु सर्वाः परिजग्मुरत्र देवतानां वरानार्यो रम्भाद्यप्सरसस्तथा किन्नर्यः कौतुकोत्सुक्यो जगुस्वरेण सत्तम गन्धर्वाणां तथा नार्यो रूपालङ्कारसंयुताः कौतुकाय गतास्तत्र यत्र राजा स तिष्ठति पुरं महोदयं नाम हुण्डस्यापि दुरात्मनः नन्दनोपवनैर्दिव्यैः सर्वत्र समलङ्कृतं सप्तकक्षान्वितैर्गेहैः कलशैरुपशोभितः सप्ताकैर्महादण्डैः शोभमानं पुरोत्तमं कैलासशिखराकारैः सोन्नतैर्दिवमास्थितैः सर्वश्रीयान्वितैर्दिव्यैः भ्राजमानं पुरोत्तमम् वनैश्चोपवनैर्दिव्यैः तडागैः सागरोपमैः जलपूर्णैः सुशोभैस्तु पद्मैरक्तोत्पलान्वितैः प्राकारैश्च महारत्नैरट्टालकशतैरपि परिखापि सुपूर्णाभिर्जलैः स्वच्छैः प्रशोभितम् अन्यैश्चैव महारत्नैर्गजाश्वैश्च विराजितं सुनारीभिः समाकीर्णं पुरुषैश्च महाप्रभैः नानाप्रभावैर्दिव्यैश्च शोभमानं महोदयं राजश्रेष्ठो महावीरो नहुषो ददृशे पुरं पुरप्रान्ते वनं दिव्यं दिव्यवृक्षैरलङ्कृतं तद्विवेश महावीरो नन्दनं हि यथामरः रथेन सह धर्मात्मा तेन मादलिना सह प्रविष्टः सदु राजेन्द्रो वनमध्ये सरितडे तत्र तारूपसंयुक्ता दिव्या नार्यः समागताः गन्धर्वा गीततत्त्वज्ञा जगुर्गीतैर्नृपोत्तमं सुताश्च मागधा सर्वे तं स्तुवन्ति नृपोत्तमं राजानमायुपुत्रं तं भ्राजमानं यथा रविं शुश्रावगीतं मधुरं नहुषः किन्नरेरितम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमहात्म्ये च्यवनचरित्रे नहुषाख्याने एकादशाधिकशततमोऽध्यायः ओम्।